नमस्सर्वेभ्यः अस्माकं चतुर्दशतमं भाषितसंस्कृतं वर्गं प्रति स्वागतम्। आदौ यथा प्रकारः ध्येयमन्त्रः। आवल्याम् अहं गच्छामि। कविता भगिनी, कविता भगिनी अस्ति किम्? कविता भगिनी नास्ति वा? मीनू भगिनी? आं भगिनी, गायतु भगिनी। मङ्गलाचरणम्। ॐ सहनान सहनाववतु, सहनो भुनक्तु, सह वीर्यं करवावही, तेजस्विनावधीतमस्तु, मा विद्विषावही। ॐ शान्ति शान्ति शान्तिः। नमो नमः। विद्विषावहै, विद्विषावहै, विद्विषावही वहै, है। हाँ, उत्तमं, धन्यवादः भगिनी। अभ्यासपुस्तकं प्रति गच्छामः। किञ्चित् पुनःस्मरणं रूपेण अस्ति, कुर्मः, यतोहि बहूनि दिनानि व्यतीतानि, तर्हि पुनःस्मरणम् आवश्यकम्। अ लाट् आफ़् डेज़् हेव् पास्ड् सिन्स् वी हेड् द क्लास्, सो अ लिटल् रिविज़न् विल् हेल्प् अस्। अस्तु, इदानीं कविता भगिनी अस्ति वा? कविता भगिनी नास्ति। अस्तु, मीनू भगिनी, भवती एव पठतु। मम नाम मीनू, भवतः नाम किम्? फोर् अ मेल्, भवत्याः नाम किम्? फोर् अ फीमेल्। शब्दपरिचयः, अकारान्त् पुल्लिङ्गशब्दः, वृक्षः, वृक्षः अकारान् पुल्लिङ्गः शब्दः। तत्र अह, यत्र अह अन्ते अस्ति, वेर् देर् इस् एन् अह एट् द एण्ड्, प्रायः मोस्ट् आफ् द टैम्स् अकारान्तः पुंलिङ्ग् शब्दः अस्ति इति। अकारान्तः अह, अह पुल्लिङ्ग्, अह अन्त, प्रायः पुल्लिङ्गः शब्दः अस्ति। सो उदाहरणार्थं तत्र वृक्षः दत्तमस्ति। वृक्षः, छात्रः, बालकः। आम्, अपि च वृक्षः इस् ब्रोकन् इन् टु वकारः, ऋकारः, ककारः, षकारः एण्ड् अकारः वित् अ विसर्ग एट् द एण्ड्। विसर्ग, ओके। सो हौ विल् यू स्प्लिट् बालकः, टेल् मी? How do we prompt? You say bakarah. Bakarah will mean ba with a halant, yeah. Ba with a halant. Bakarah. Uttamam. Akar. Akarah. Akarah. Kakarah. Lakarah. Sorry. Lakarah. ककारः, अकारः, सो यू हैव टु रिमेम्बर दैट इट इज अकारः। बकारः, आकारः, लकारः, अकारः, ककारः, अकारः, अह, विसर्ग, विसर्ग। उत्तमम्, अग्रे। अकारान्तः नपुंसकलिङ्गः शब्दः, एण्डिङ्ग् हौ डु वि से अम् शब्दे शब्दे अन्ते अम् अस्ति चेत् यु केन् टेल् अम् एण्डिङ्ग् आल्सो नो प्राब्लम् फर् द टैम् बीङ्ग् अम् एण्डिङ्ग् सो उदाहरणः पुस्तकं पकारः उकारः सकारः तकारः अकारः ककारः अकारः मकारः धन्यवादः धन्यवादः भगिनि धन्यवादः अग्रे अग्रे राजमहोदय आं भगिनि राजमहोदय तत्र फलम् अस्ति चेत् भेदनं करोतु शब्दस्य इफ् देर् इस् फलम् ओवर् देर् देन् हौ विल् यु ब्रेक् इट् अप् फलं फकारः अकारः उत्तमं लकारः उत्तमं अकारः मकारः मकारः और् यु केन् इवन् टेल् ओवर् देर् अनुस्वार अनुस्वार धन्यवादः धन्यवादः अग्रे नैव नैव पठतु तस्य कृते धन्यवादः अग्रे पठतु शब्दपरिचये आकारान्तः स्त्रीलिङ्गः शब्दः शब्दे अन्ते आ अस्ति बाला बकारान्त अकारः आकारः लकारः आकारः बाला बाला तर्हि माला अस्ति चेत् माला अस्ति चेत् शब्दभेदनं करोतु मकारः आकारः लकारः आकारः माला अग्रे ईकारान्तः स्त्रीलिङ्गः शब्दः शब्दे अन्ते ई अस्ति नदी न कारन्त नकारः अकारः दकारः ईकारः नदी धन्यवादः महोदय धन्यवादः अग्रे विशालाक्षि भगिनी विशालाक्षि भगिनी या अत्र अत्र द्रोणी अस्ति चेत् द्रोणी अस्ति चेत् शब्दभेदनं करोतु द्रोणी द दकारः ओकारः देर् इस् अ रेफा ओवर् देर् देर् इस् अ र ओवर् देर् रैट् द्रो द्र द इस् दकारः देन् रकारः प्लस् ऊ शुड् बि देर् नो ऋकारः ओ ओ नोट् ऋ र इट् विल् बि लैक् दिस् द सो द र द okay yeah plus the, I didn't get it here in the this thing yeah so I'm just putting it over here so that you know I'm putting the then I'm putting ra so it becomes dra then I'm making it dro ni just no, not there on my screen it has not come on my screen it has not come on your screen is it no only the has come Yeah, now what can you see? Can you see dakara? Yeah, what da, I'm writing. Da. Okay. Da. Then I'm putting ra. Yeah, okay. But it has not Rakara. Come. It has come, Bhagini. No, it has not come on my screen. Shift it to the left. Shift it to the left. Next. Yeah, I shifted no, it. Sorry, just 1 minute. Excuse me. Are you using a mobile? Yeah. Then you should use the lateral one, lateral screen, doesn't matter. Now can you see it? No, but I'll tell it as you tell, that's all. Okay. Da plus ra plus o. Correct. Droni plus na plus a plus e. Not why is a there over there? Why is a there? Droni. So nakara is with the halant and then e kara. Okay. Okay. Droni will be takaraha, ra or repha. Yeah, actually. Na plus e. Na. Murdhanya. Nakaraha. You have to tell nakaraha because na, if you tell, it means a is there along with it. Okay? No. Nakaraha. Na. Nakara is with the halant and then e kara. Uttamam. Yeah. Avagatam kila. Astu. Idanim shabda parichayam. लिङ्गं वदतु, वचनमपि वदतु. छत्रं हैलैटेड् द फर्स्ट् कालम् भगिनि. वेर् इट् इस् नाट् वन् मिनिट्. या दिस् वन् अस् ओके. बालकः पुल्लिङ्गशब्द. पुंलिङ्ग् पुल्लिङ्ग् वचनं किं वचनं किम् एकवचन एकवचनम् एकवचनं एकवचन बालिका स्त्रीलिङ्ग एकवचनं एकवचनं पुस्तकं वाट् यु टेल् फार् न्यूटर् शेण्डर् नपुंसकलिङ्गम् एकवचनं पीता स्त्रीलिङ्ग धन्यवादः भगिनि. नाट् म्यूटिङ्ग् इट् सीता. सीता स्त्रीलिङ्ग स्त्रीलिङ्गशब्दः एकवचनम्. उत्तमम्. अग्रे नलिनी स्त्रीलिङ्गशब्दः एकवचनम्. अग्रे दिस् इस् वृद्ध नो वृद्धः पुलिङ्गशब्दः पुंलिङ्गशब्दः पुल्लिङ्गशब्दः एकवचनं. करेक्ट् वे टु प्रनौन्स् इस् पुंलिङ्ग. पुंलिङ्गशब्दः इट्स् नाट् पुल्लिङ्ग भगिनि, इट्स् पुंलिङ्ग. पुल्लिङ्गम् अस्तु. पुंलिङ्ग पुं हेस् टु कम् पुंलिङ्गशब्दः पुंलिङ्गम् अस्तु. अग्रे वृद्धा स्त्रीलिङ्गं शब्दः एकवचनं. स्त्रीलिङ्गशब्दः और् स्त्रीलिङ्गं, देट्स् इट्. ओके. स्त्रीलिङ्गम् एकवचनं. उत्तमं, धन्यवादः. नीता भगिनी वक्तुम् इच्छति किं? नीता भगिनी वक्तुम् इच्छति किं? नैव. अस्तु. कविता भगिनी अस्ति वा? कविता भगिनी नास्ति, चिन्ता मास्तु. तर्हि मीनू भगिनी. छत्रं नपुंसकलिङ्ग एकवचनं. नपुंसकलिङ्ग एकवचनं. आरक्षकः पुल्लिङ्ग एकवचनः. एकवचनं. पुष्पं नपुंसकलिङ्ग एकवचनं. नपुंसकलिङ्गम् एकवचनं. नपुंसकलिङ्गम् एकवचनं. दूरवाणी. दूरवाणी. दूर दूरवाणी. दूरवाणी स्त्रीलिङ्गम् एकवचनम्. एकवचनम्. उत्तमम्. अग्रे पुरुषः पुलिङ्ग एकवचनं. महिला स्त्रीलिङ्ग एकवचनं. उत्तमम्. अग्रे गृहं नपुंसकलिङ्गम् एकवचनं. उत्तमं, धन्यवादाः भगिनि. चिन्ता मास्तु नीता भगिनि, आरोग्यमेव मुख्यम्. अस्तु, इदानीं राजु महोदय. राजु महोदय अस्ति वा? राजु महोदय नास्ति किम्? अस्तु, विशालाक्षी भगिनी. श्रूयते किम्? श्रूयते, इट् इस् नाट् अन्म्यूटिङ्ग्, दट्स् आल्. अस्तु, काण्ट् अन्म्यूट् इट् अट् आल्. राजु महोदय किञ्चित् तिष्ठतु, विशाल भगिनी वदति, अनन्तरं भवान् वदतु. विशाल भगिनी. द्रोणी, द्रोणी स्त्रीलिङ्गम् एकवचनम्. उत्तमं. फलं नपुं, नाट् नाट् रैट्? करेक्ट् करेक्ट् करेक्ट्. फलं नपुंसकलिङ्गम् एकवचनम्. आसन्दः पुंलिङ्गम् एकवचनम्. माला स्त्रीलिङ्गम् एकवचनम्. कूपी स्त्रीलिङ्गम् एकवचनम्. धन्यवादः भगिनि. राजु महोदय. आं भगिनि, पुष्पं नपुंसकलिङ्गम् एकवचनं, वृक्षः पुंलिङ्गम् एकवचनं, पेटिका स्त्रीलिङ्गम् एकवचनं, युवती स्त्रीलिङ्गम् एकवचनं, युतकं नपुंसकलिङ्गम् एकवचनं. युतकं किम् इति जानाति किल? युतकं शर्ट्, शर्ट् शर्ट् युतकं युतकं. ओके, स्यूतः पुल्लिङ्गम् एकवचनं. बेग्. वाट् इस् देट्? बेग्, बेग्, बेग्. स्थालिका स्त्रीलिङ्गम् एकवचनं, मित्रं नपुंसकलिङ्गम् एकवचनं. अत्र मित्रं, वाट् इस् द मीनिङ्ग्? फ्रेण्ड्. फ्रेण्ड्, एण्ड् इफ् इट् वास् मित्रः, देन् इट् वुड् हव् बीन् द सन्. सन्. ओके. वेल्लनि, वेल्लनि स्त्रीलिङ्गम् स्त्रीलिङ्गं वचनं. एकवचनं एकवचनं. धन्यवादः भगिनी. युवती द्विवचनं? नैव नैव नैव, एकवचनं एकवचनं. युवती, युवत्यौ, युवत्यः, युवती सर्वं. इन् द इन् द इन् द स्लैड् द लास्ट् टैम् ऐ वास् गोयिङ्ग् थ्रू, इट् वास् युवतिः वित् द युवतिः वास् द सिङ्गल् एकवचनं. विसर्ग वित् युवतिः, सो देट्स् वै ऐ मेड् अ सेण्टेन्स् आल्सो. That will be, then there will be an option, Bhagini. There will be an option over there. Okay, I will find out why it is like that. But we usually say Yuvati only. Okay, so okay. Let me find out about that, yeah? Let me find out about that. Slide, yes, ma'am. It's in the slide, it said... Yeah, there should be an option. I'm not sure, but usually we say Yuvati. Okay. So let me find out about that. Let me find out. If there is, if vikalpaha, vikalpaha santi eva. There are options in Sanskritam. It is quite strange, but there are. Let me find out and let you know. Because it will be different then for both Yuvatihi and Yuvati. Yes, it will be different. It is given as Mati and Yuvati are given Mati, both together. Mati. So Mati. There will be a Vikalpaha. because over here definitely it is that is what the intention is, but let me find out. Okay, okay, we'll find out. Okay, we'll find out. Thank you for highlighting that. Just give me a minute. Just a minute, someone has sent a chat message over here. Yes, Kavita Bhagini, no problem. If you know Devanagari, you can read and you can join us in the session. No problem, Kavita Bhagini. Astu. Agre. Agre. Vishalakshi Bhagini. Yeah. What should I read? Pathatu. Whatever is there on the screen, Bhagini. Okay. Question. Saha Chola Va. Question. Va. Va is the... Va is the... Oh, what is this? Firefox. I don't know. What is this? Suddenly. Va is... You have, when you ask a question. When you ask a question. Okay. And if you want to answer in the positive, then you will say Aam. Aam. Okay. Okay. Excuse va? Me. Something has gone wrong. Yeah. Just one minute. Huh? I have lost my screen. Patat. Saha cholaha va. Aam. Saha cholaha. Agree. It's not come anything on my screen except that only. I think there is some problem then at your end. Can everybody else see the screen? Yes. Yeah. Makaraha. Yeah. Vishalakshi Bhagini, I think there is something problem. There is some problem. Okay. Yeah, please continue with somebody else then. Yeah. I have not got it. Ah, now it has come. Now it has come. Saha makaraha va. Aam. Saha makaraha. Uttamam. Agre. Yeah. Now you continue with somebody. I think the internet is slow here. Now it has come Deepa. Sa, but the question is the same. Saha yeah. Makaraha va. Na. Saha makaraha na. Saha Deepa. Yeah, it should be Vidyut Deepa. Vidyut Deepa. There is a problem over here, typo, which I cannot change. So Vidyut Deepa. Saha Vidyut Deepa. Okay. Uttamam. Agre? Tat patram va. Na. Tat patram na. Tat laddukam. Tat laddukam. Apija, you can, instead of saying na, you can also say naiva. Naiva is na eva, which means? Naiva. Tat laddukam. Okay. Naiva tat patram na tat laddukam. इदानीं गणेशोत्सवः आसीत् किल तदर्थं लड्डुकम् अस्तु एकनिमिष I don't know what has happened, just a minute. Yeah. Agre. Pathatu Bhagini. Etat patram va. Aam. Etat patram. Dhanyavada. Dhanyavada. Dhanyavada. Agreka. Yashasvini Bhagini. Yeah. Eshaha danda deepaha va. Danda. Danda. Danda. Danda. Eshaha dandaha. Danda deepaha va. न एषः दण्ड दण्ड दीपः न न एषः करदीपः टॉर्च करदीपः कर इज हैंड एंड दीपः इज दीपः टॉर्च सो एषा लेखनी वा न एषा लेखनी न एषा बालिका. उत्तमम्. तत् फेनकं वा? आम् तत् तत् आम् तत् फेनकम्. Yeah, there is no fa in Sanskritam as such, so you have to say fa. Sorry. Tata phenakam va. Tata anta nati tat. Tavate. Tat. Tat. Tat phenakam va. Aam. Tat phenakam. Agree. Tat. Sorry. Tat phenakam va. Na. Tat phenakam na. Tat pustakam. Astu. Dhanyavada ha, Bhagini. नीता भगिनी न वदति. अभिषेक् महोदय. नमस्ते भगिनी. नमस्ते महोदय. एषा बालिका वा? न एषा बालिका न. एषा शर्करा. शर्करा. एषा शर्करा. शर्करा. अग्रे. एषः कृष्णः वा? न एषः कृष्णः न एषः रामः. सः वैद्यः वा? आम् सः वैद्यः. भवान् राजु वा? न अहम् अभिषेकः. एवमेव पृष्टवती. हा पठतु. एतत् व्यजनं वा? हा नैव. पुनरेकवारं पठतु. एतत् व्यजनं. हा व्यञ्जनं. व्यञ्जनं तत्र चच जज ञ अस्ति किल तत्र अस्ति. पठतु पश्यतु. व्यञ्जनं वा? न एतत् व्यञ्जनं न तत् व्यजनम्. व्यजनं. सो देर् इस् अ वेरि थिन् डिफ़रेन्स् ओवर् देर्. व्यञ्जनम् इस् ग्रेवि फुड् दट् वि नो. सो व्यजनं. व्यजनम् इस् कान्. धन्यवादः महोदय. अग्रे अग्रे कविता भगिनी पठितुम् इच्छति किल? पठतु, चिन्ता मास्तु. देवनागरी जानाति चेत् पठनीयं तावदेव किल. पठतु. हरि ओम् भगिनी, अस्ति किम्? न श्रूयते भगिनी. न श्रूयते. न श्रूयते. कविता भगिनी न श्रूयते. न श्रोतुं शक्नोमि. अस्तु अग्रे पश्यतु. तत्र म्यूट् म्यूट् मध्ये किञ्चित् क्लेशः अस्ति इति अहं मन्ये. मीनु भगिनी. आं भगिनि. एतत् ऊरुकं वा? ऊरुकं वा? ऊरुकं. एतत् ऊरुकं वा? आम् एतत् ऊरुकम्. अग्रे. एषा कर्तरी वा? न एषा कर्तरी न एषा लेपनपट्टिका. उत्तमम्. एषा त्रिचक्रिका वा? न एषा त्रिचक्रिका न एषा द्विचक्रिका. द्विचक्रिका. अस्तु अग्रे पठतु. अस्ति नास्ति. फलमस्ति. फलं नास्ति. फ्रूट् इस् प्रेसेण्ट्. फ्रूट् इस् नाट् प्रेसेण्ट्. अस्ति प्रेसेण्ट्. नास्ति नाट् प्रेसेण्ट्. एब्सेण्ट्. शूलिका. शूलिका अस्ति. एकं कार्यं करोतु. प्रश्नं पृच्छतु. प्रश्नं पृच्छतु अपि च उत्तरम् अपि ददातु. शूलिका अस्ति वा शूलिका अस्ति एव शूलिका अस्ति वा आं शूलिका अस्ति उत्तमं धन्यवादः एकः निमिषः अत्र चेट् मध्ये भगिनी ऐ हेव् नाट् म्यूटेड् एनिबडि एस् सच् बिकास् इट्स् शोयिङ्ग् अन्म्यूट् इन् मै कविता भगिनी इन् मै आन् मै स्क्रीन् ऐ हेड् नाट् म्यूटेड् नौ ऐ हेव् म्यूटेड् एण्ड् अन्म्यूटेड् सो यु आर् आन् द अन्म्यूटेड् स्टेट् नौ सो यू हेव् टु वेट् फ्रोम् युवर् एण्ड् ओन्ली अस्तु धन्यवादः मीनु भगिनी राजु महोदय आं भगिनि चमसः अस्ति वा चमसः अस्ति आं चमसः छुरिका अस्ति वा छुरिका अस्ति Okay, here there is typo. It should not be churika, it should be churika. Churika asti va? Churika asti. Churika asti. Yeah, unfortunately, these are only for viewing and I'm not able to change it. I will ask the administrator to change. Asti. Okay. I have a question on a previous slide where we were looking at laddukam. Laddukam. Laddukam. लड्डुकम् अत्र अस्ति Should we have said tat laddukani No tani laddukani tani laddukani yes oh, okay. because even I saw that but I ignored it because the whole idea over here is to know the word so therefore I ignored it but if you are saying multiple then tani laddukani you are right okay yes tamam dhanyawad agre अग्रे अत्र स्थालिका छुरिका छुरिका अस्ति स्थालिका अस्ति वा स्थालिका अस्ति धन्यवादः धन्यवादः विशालाक्षी भगिनी चषकः नास् चषकः अस्ति वा चष नैव चषकः नास्ति किं कः चषकः इत्युक्ते कः किं चषकः इत्युक्ते ग्लास् ओके ग्लास् ग्लास् ग्लास् स्पेक्टिकल् नो नो नो नो नो ग्लास् द ड्रिङ्किङ्ग् वाटर् फल ग्लास् अच्छा अच्छा ओके चषकः इस् ग्लास् ओके स्पेक्टिकल् इस् उपनेत्रं ग्लास् ओके Okay. What I told was correct, but naiva chashakah nasti. Uttamam. That was perfectly right. Okay. Mayuraha asti va. Naiva mayuraha nasti. Uttamam. Agree. Parantu, but. Shila asti va. Shila is stone. Shila asti va? Yeah. Tatra. Shila asti va? Shila nasti. Kimattham nasti? Atra tu asti kila? Not here. Achha, here. I'm doing the right hand side key, no? I thought the key. Shila asti va? Shila nasti. Shila asti. Aam, Shila asti. Okay. I got the key chest this thing. Yeah. Next one? Yeah. Kunchika asti va. Kunchika. Kunchika asti va. Kunchika asti. Okay, now imagine that the key is not there, okay? And only the shila is there. So kunchika asti va, what will you answer? You'll say kunchika asti. No, kunchika asti. परन्तु परन्तु परन्तु शिला परन्तु अच्छा देर् इस् सम् तत्र हा कविता भगिनी इदानीं श्रूयते, अहं म्यूट् करिष्यामि, अनन्तरम् अन्म्यूट् करिष्यामि. अस्तु अस्तु, धन्यवादः. धन्यवादः. कुञ्चिका नास्ति परन्तु शिला अस्ति. शिला अस्ति, ओके. धन्यवादः यशस्विनी भगिनी. कुञ्चिका अस्ति वा? आम् कुञ्चिका अस्ति, परन्तु शिला अपि अस्ति. यु केन् टेल् दट्, परन्तु शिला अपि अस्ति. परन्तु शिला, शिला अपि अस्ति. शिला अस्ति किल, तत्र अस्ति किल. द शिला इस् देर् नो, शिला इस् स्टोन्. देर् इस् द पिक्चर् आफ़् द स्टोन् ओवर् हियर् रैट्. अच्छा, ओके. वस्तुः, वस्तुतः, वस्तुतः, वस्तुतः दूर, दूरवाणी अस्ति वा? नो, नाट् लैक् देट् भगिनि. वस्तुतः मीन्स् इन् फ्याक्ट् इन् रियालिटि इन् डीड्. सो दूरवाणी अस्ति वा? वस्तुतः दूरवाणी अस्ति. देट् मीन्स् इट् इस् देट् आल्सो. दे आर् जस्ट् टेलिङ्ग् वाट् वस्तुतः मीन्स्. वस्तुतः दूरवाणी अस्ति. इन् फ्याक्ट् इट् इस् प्रेसेण्ट्. अस्तु, दूरवाणी अस्ति वा? वस्तुतः दूरवाणी अस्ति. दूरवाणी अस्ति, दूरवाणी अस्ति, दूरवाणी अस्ति. वस्तुतः जङ्गम दूरवाणी अस्ति. जङ्गमदूरवाणी. वस्तुतः जङ्गमदूरवाणी अस्ति. दूरवाणी अस्ति वा? आम् दूरवाणी अस्ति. वस्तुतः जङ्गमदूरवाणी अस्ति. दूरवाणी अस्ति. धन्यवादः. धन्यवादः भगिनि. अभिषेक् महोदय. प्रहेलिका मीन्स् पज़ल्. सो वै हर् दिस् इस् अ पज़ल् एण्ड् द क्लूस् आर् गिवन् एण्ड् वी हेव् टु गेस् वाट् इट् इस्. ओके, सो अभिषेक् महोदय पठतु. प्रहेलिका अस्ति नास्ति, शिरो नास्ति, बाहुर् अस्ति, निरङ्गुलिः नास्ति, पादद्वयं, गाढम् अङ्गम् आलिङ्गति स्वयं, तत् किम्? अत्र अस्थि अस्थि, ओके, अस्थि इस् डिफ्रेण्ट् फ्रोम् अस्थि. So when it is asthi, then it is bones. Angla bhashayam api pathatu. Angla bhashayam. It does not have bones, does not have head, has arms, no fingers, does not have both legs, hugs the body tightly by itself. What is that? Uhatu. Try to guess. If everybody has learnt it already, please do not guess. Abhishek Mahoday, can you guess? It does not have bones. Asthi nasti. Shiro nasti. It doesn't have a head. It has arms. Bahur asti. Nirangulihi. It does not have fingers. Doesn't have legs and it hugs the body tightly by itself. What is that? Tat kim vadatu? Abhishek Mahoday? Is it like a cloth? Your clothes by, your clothes by. But here it says that it has arms. So a cloth. Shirt. Yes, yutakamasti. Yutakamasti. Tari prahelika. Tavateva. Dhanyavadaha mode. Dhanyavadaha. Astu. Kinchit idanim agre. सम्भाषणम् अस्ति, परन्तु तस्य पूर्वं गृहकार्यं के कुर्वन्तः इति पश्यामः. कृतवन्तः, क्षम्यता, के कृतवन्तः इति गृहकार्यम्. अभिषेक् महोदय, गृहकार्यं कृतवान् किम्? चर्चा अस्तु, चिन्ता मास्तु. कविता भगिनी तु नूतना छात्रा, तर्हि मीनू भगिनी. आं भगिनी, हा वदतु भगिनी. गृहकार्यम् अत्र अस्ति, अहं वाक्यानि वदामि. मम जनकः पुस्तकानि आनयति. मम जनकः किम् आनयति? पुस्तकानि आनयति. आनयति, उत्तमम्. सो वाट् इस् द इङ्ग्लिश् फार् द बेनिफिट् आफ् एव्रिबडि? मै फादर् ब्रिङ्ग् बुक्स्. बुक्स्, उत्तमम्. अग्रे. आवां द्विपात्रे स्थापयावः. आवां स्थापयावः इस् करेक्ट्. स्थापयावः इस् करेक्ट्. आवां स्थापयावः द्विपात्रे. द्विपात्रे, actually there we have not done numbers, so it will be dve actually. Yeah, just patre. So it's understood. Patre, when you say two, it's understood. Because patram, patre, patrani. Patra. And now tell me, avam patre sthapayavaham. Okay. Your sentence is correct. Now can you tell me avam, in which purushah it is? Or rather vibhakti, vibhaktihi, kshamyatam. Avam is which vibhakti? Avam is V2. Yeah, so which vibhakti? Which vibhakti? Is prathama vibhakti. Why prathama vibhakti? Why prathama vibhakti? Because it is a doer. These two people are doing, right? So karta asti, kila? Yes, karta. Okay, now, patre, sorry, what is patre you said, no? Patre sthapaya. Patre, which vibhakti is it? This is also first vibhakti, prathama vibhakti. You can't have two prathama vibhaktis. Why you can't have two prathama vibhaktis which are different? Because karma. It's a karma padam, it is an object. So everybody should remember that in this case, in patre, there is no difference, because for napumsaklingam, your prathama vibhaktihi and your dvitiya vibhaktihi is one and the same. So same. patram patre patrani, that is why you cannot make out the difference. Yes, but it should be in the second vibhakti. It should be in the second vibhakti. Yes. So now just change that to let us say that balakah. Okay, so avam sthapayavah is to keep the children, okay? Yes. To make them wait, to make them stand like this. So now you do the sentence again with the object as balaka. Use balaka. Balaka. Balaka. So balaka. So I am giving the pratipadikam balaka. Akaranta pumling shabda. So now you make the sentence again. आवां बालकौ स्थापयावः. Supposing there is only one balak. So आवां बालकः स्थापयावः. नैव, ऑब्जेक्ट, राइट? सो बालकं. बालकं. Actually, yeah, I read the sentence that we two keep the two vessels. That was with my mind. Yeah, no, but I am asking you to change it because I want everybody to understand. Okay. That, okay. Because now in Napumsaklingam, if I tell Patre, you will not come to know immediately whether it is because in Napumsaklingam that that one you can't call it a drawback, because once you understand, then you'll understand. It's only in the beginning that, you know, it takes some time. So now that is why I asked you to redo the sentence. Instead of patram, you use balaka. Balaka is an akaranta pumlinga shabda. So now make the sentence. Make the sentence. So, avam balak balakam sthapayavah. Uttamam. Now, you can even keep two children. So, supposing two children you are keeping, then you have already told the sentence. Coincidentally, Rama or Rama, so Balaka or Balaka. Supposing there are more than two children, then how will you make the sentence? Same sentence. Avam Balakan Sthapayavah. Uttamam. Avagatam kila? You understood, right? You have understood, right? Avagatam means have you understood? Yes. अस्तु अग्रे वदतु. एतानि कङ्कतानि सन्ति. कङ्कतं कङ्कतानि. करेक्ट्. सो कोम् एतानि कङ्कतानि सन्ति सन्ति. नौ अगेन् ओवर् हियर् कङ्कतानि एतानि कङ्कतानि सन्ति. सो वाट् आर् केन् यू टेल् मी वाट् इस् द विभक्तिः आफ् कङ्कतानि? कङ्कतानि विभक्ति विल् बि द्वितीयविभक्ति. किमर्थं किमर्थं नो न फार् एक्साम्पल् अहम् अस्मि, ऐ एम् देर्. सो हू इस् द डुवर्? हू इस् द डुवर्? अहम् अहं. सो देट् विच् इस् वाट् इस् द विभक्तिः फार् देट्? प्रथमा विभक्ति. सो अहम् अस्मि प्रथमा विभक्ति. कङ्कणानि santi which vibhakti? It is the subject, right? So subject is always prathama. It is subject. Yes, so it is prathama vibhakti. But because it is napumsakalingam, you cannot make out, because we are new. But you should remember that when it is the doer and it is the subject, then it has to be in the prathama vibhakti. So etani kankatani santi will all be in the prathama vibhakti. Yes, excepting for santi. Santi, because santi is a verb, so yeah, there is no vibhakti for that. There is only purusha. Okay. Right. So both etani and kankatani are in prathama vibhakti. Correct. Okay. Yeah, so because you have used, so next time when you are making sentences, try to use, not that it's anything wrong in using the napumsaklingam, but try to use pumlingam and strilingam, simply because you should understand whether you are using the object or the subject. Okay, we'll come back to you again so that we cover all those who have done their homework. Raju Mahode, Kritavan Kim, Santiva, Vakyani Santiva, Charchayaha Krite. Haan, Bhagini. I did just a little bit. No problem, Mahoday. Vidyarthinyau pustakam patata. Vidyarthinyau uttamam. Agree? One book and two vidyarthini. Yeah, and vidyarthini, which means which lingam? Strilingam. Correct. Pratama vibhakti. द्वितीय द्विवचन विद्यार्थिन्यः पुस्तकानि पठन्ति. Now you're not necessary. I just want to clarify, because from the questions and from the sentences that were formed, two people can read many books. They can read one book, they can read two books also, okay? So the subject and the object need not be the same in number. I hope that is understood. So two people can read many books, two people. Everybody please understand that, okay? So in your sentence, Mahoday, pustakam is in which vibhakti? It's a dvitiya vibhakti ekavachanam. एकवचनम् उत्तमम्. अग्रे वदतु. विद्यार्थिन्यः पुस्तकानि पठन्ति. पठन्ति उत्तमम् अग्रे पुस्तकानि द्वितीया विभक्ति बहुवचन पुस्तकानि द्वितीया विभक्ति करेक्ट् बहुवचनं बिकास् इट् इस् द आब्जेक्ट् अस्तु अग्रे वैद्याः आयुर्विद्यां भाषन्ते पुनरेकवारं वदतु वैद्याः आयुर्विद्यां भाषन्ते भाषन्ति आयुर्विद्यां भाषन्ति तत्र आयुर्विद्याम् इस् नालेज् आफ् आयुर्वेद रैट् आयुर्विद्याम् although grammatically the sentence is correct there is no problem with that bhashante is also correct vaidyaah but technically ayurveda ayurvidyam bhashante they about you want to say about it right about yes okay so then for this you cannot use it like this okay आयुर्वेदस्य विषयं भाषन्ति सो इट् द सब्जेक्ट् आफ् आयुर्वेद यु केन् पुट् इट् लैक् देट् वी हेव् टु गो फ्यू स्टेप्स् मोर् बिफोर् वि मेक् दोस् कैण्ड् आफ़् सेण्टेन्सस् बट् ग्रमेटिकलि नथिङ्ग् राङ्ग् इन् द सेण्टेन्स् ओके ओके बट् इट् इस् नाट् सेकेण्ड् विभक्ति या इट् ओवर् देर् इट् वोण्ट् बि सेकेण्ड् विभक्ति देट् वे बट् यु हेव् पुट् इट् एस् they talk about your about is missing over there they talk about yes. okay you are saying they talk ayurveda knowledge they talk knowledge ayurveda knowledge okay so there for this step that where we are at this stage we can take it as correct because you know that it is the object and you have made the sentence with the verb correctly but let us not use this as a sentence for academic purposes okay only let us use it for grammatical understanding at this stage agree that's all I did actually oh no problem dhanyawad mahode vijay mahode aam bhagini vakyani rachitavan kim nay bhagini chintam vishalakshi bhagini vakyani रचितवती किं नैव अस्तु चिन्ता मास्तु यशस्विनी भगिनी या सम् ऐ हेव् डन् सम् मोर् वाक्यानि रचितवती किं बालौ निमिष ऐ जस्ट् म्यूट् मै सेल्फ़् किञ्चित् जलं स्वीकृतवती ऐ जस्ट् हेड् सम् वाटर् अस्तु बालौ फलानि खादतः उत्तमं केन् यु टेल् मी द फलानि बाय्स् ईट् फ्रूट् हौ मेनि बाय्स् बालौ विल् बि टु बाय्स् So Bala, Halani, Khadata. Now, Bala is in which Vibhakti, Bhagini? Which case? In this case, it is Prathama. Prathama Vibhakti, Uttamam. Yeah. Apicha, Halani is in which Vibhakti? It is in second one. Kimartham, why? Halam, Why, Halam, why is it phale, in Vibhakti? Phale, Halani. Why is it in second Vibhakti? Because it's object, object. It's object. Perfect. Uttamam. Agre vadatu. Then, Balaha phalam khadanti. Khadanti. Uttamam. Phalam is in which Vibhakti, Bhagini? Phalam is in Dvitiya because it's the object. And Balaha is in which Vibhakti? It is the Ekavachan. Balaha is the Prathama Vibhakti. It is the Bahuvachana. बहुवचनं उत्तमम् अग्रे देन् सः चलचित्रं पश्यति सः बालकः चलचित्रं पश्यति. Actually, chalachitram is right also. Chalanachitram is more correct. I will find out where chalachitram, I have heard it before, but chalanachitram is more correct. Hmm? Okay. Haan, so, sahabalakaha chalanachitram, chalachitram pashyati. Hmm. One boy. Okay. One that boy, boy is and seeing a movie. Yeah. Yes, and seeing a movie, chalachitram, chalanachitram is in which vibhakti, Bhagini? चलचित्रम् इस् इन् द्वितीय विभक्ति. अग्रे सीता. अच्छा, देट् ऐ हेव् यूस् चर् इयर्स् बट् ऐ यूस् द सेण्टेन्स् बिकास् ऐ वाण्टेड् टु यूस् द आत्मनपदि लिङ्ग् दिस् थिङ्ग् वर्ब् केन् ऐ जस्ट् हेर् इट्? सीता सीता गीता च स्पर्धेते स्पर्धेते. उत्तमम्. देन् मयूरी मयूरी वने नृत्यति. वने नृत्यति. सो वने इस् इन् सेवेन्थ् विभक्तिः, विच् इफ् यु नो नो प्राब्लम्, बट् बट् ऐ एम् नाट् एक्स्पेक्टिङ्ग् बिकास् देर् आर् लाट्स् आफ़् रूल्स् वित् आल् द विभक्तिस्. सो इट् इस् या सो इट् इस् इम्पार्टेण्ट् देट् वी डोण्ट् देट् वी अण्डर्स्टाण्ड् दोस् रूल्स् बिफोर् वि यूस्. ओके ओके ओके. I know it's difficult to limit yourself because for us sky is the limit, but it is a part of learning. Yeah. Agree. Then I use the word suchi, that is needle, in okay. all the three this thing. Okay. Ekvachan, dvivachan, and ekavachanam, dvivachanam, and the bahuvachanam. So, balika. Balika suchi pashyati. She sees the needle. Okay. Then Balika, no. I didn't change the subject. I no, didn't no, change. Bhagini Manmi. Balika yeah. suchi pashyati. Okay. Yeah. Now, then suchi. I didn't change the subject. Bhagini, I didn't change minute. The verb. Bhagini, 1 minute. 1 minute. Yeah. Now, Balika, which vibhakti is it? Balika is the prathama vibhakti. Why is it in Prathama Vibhakti? Because it is a subject. It is a subject. Okay. And then Balika Pashyati. So Pashyati also you have taken yes. corresponding to the noun. Yeah. Now, Suchi. Suchi. Suchi is needle. Needle. Yeah, needle. So but what? She's seeing one needle. Okay. Now, Suchi, is it the object or the subject? It is the object. Which Vibhakti should it be in? Should be in the second vibhakti. Yeah. Now what kind, now when you are making such sentences, what you have to remember is suchi. What is the ending of this word? Kidrisham padam? E. So what is the lingam? Ikaranta. What is the lingam? Strilingam. Strilingam. So what kind of a word, how do you decline it? Or how do you do the declension? What is the base word that you will use? Nadi, it is like nadi. Nadi. Nadi. So nadi. Now we'll go to nadi 1 minute. Just hold on. Yeah. Don't be in a hurry. Just hold on. Give me a minute, please. I'll just go to the word. I think I've put it over here. Kshamyatam. Nadi. Now we'll go. What are the forms of the word? Nadi, Nadyau, Nadyaha. So first one will be Balika Suchi Pashyati. The next one will be Balika. Bhagini, Kshamyata. Now I am telling you that now Suchi, you said it is an object, it should be in Dvitiya Vibhakti. What is the Dvitiya Vibhakti of the word Nadi? Suchim. That is the main thing, because in Samskritam I can even tell Suchi Balika Pashyati. Balika Suchi. So unless you use the correct vibhakti, you will not understand what the sense. Suchi Pashyati is the needle is seen, or the needle seen. Balika Pashyati, the girl sees. So if you say Balika Suchi Pashyati, you will not know whether Suchi is sees or Balika sees. Okay. So you have to say Balika Suchim Pashyati. Now change the sentence and say the needle sees the girl. सूची बालिक बालिकां बालिकां पश्यति. To see the difference, that is the reason why your vibhakti has to be okay. The next one will be suchyau. And the last one will be suchyah. No, Bhagini, I want a full sentence, Bhagini, please. Achha. Balika suchim pashyati. Balika suchyau pashyati. Balika suchyah pashyati. Now you do redo your sentence, the last sentence again. Balika. That is wrong. Suchihi. Suchihi pashyati. Suchihi pashyati. So these, frankly, these should be by hearted, so you have to go like nadi nadyav nadyah nadim nadyav nadihi. But from experience, if you don't regularly do it, then unless you have an really elephant memory. I use the prathama vibhakti for all, which is wrong. But I use the sentence in the sentence that is an object. Okay. Correct. Thank you. Correct. No need to be sorry, Bhagini. The whole idea is to learn, right? Yeah, yeah. Agree? Sau Sanskritam Pathatah. Sau Pathatah. Uttam. Agree. And Sanskritam over here is in which vibhakti? Will be the second one, Ekvachanam. Ekavachanam. Yeah, because you don't have Sanskritani, so Sanskritam. It is not there. Just for declension, you decline, but you can't tell. There are not many Sanskritam. There is only one Sanskritam. Astu. Agree? Ekam. Then I have done one. I have used the word prasadam. Saha prasadam yachati. He gives prasad. No problem. It's correct. Because that goes with Dvitiya Vibhakti only. That's all. Astu. Meenu Bhagini? Santiva? Anyani Vakyani? Yeah. Balakaha Bhojanam. Balakaha Bhojanam Khadanti. Correct. Agree? तत्र भोजनं शब्दस्य विभक्तिः का? द्वितीया विभक्ति. उत्तमम्. इट् इस् अगेन् बिकास् नपुंसकलिङ्ग् आल् आफ् देम् विल् आल् एण्ड् सो एज़् लाङ्ग् एज़् यु आर् अण्डर्स्टाण्डिङ्ग् देट् यु आर् यूसिङ्ग् द द्वितीया विभक्तिः देन् इट् इस् देट् इस् वेरि इम्पार्टेण्ट् ओके लैक् ऐ सेड् यु केन् चेञ्ज् द मीनिङ्ग् एण्ड् द पीपल् हू यु आर् स्पीकिङ्ग् टु विल् नाट् अण्डर्स्टाण्ड् रैट् who is the subject and who is the object, which is the subject and which is the object. Yes. Chhatraha vadatu gurum namanti. Guru namanti. Uttamam. Actually I'm just trying to see which one do not. Nadyah vahanti. Uttamam. Amba पाकशालां गच्छति. पाकशालां गच्छति. उत्तमं. नृपौ राज्यं रक्षतः. उत्तमं. देन् त्वं फलं खादसि. Khadasi, उत्तमम्. अस्तु. सो वाट् वी डू इस् भगिनी, यू केन् सेण्ड् मी द सेण्टेन्सेस्. Okay, all of them you can send. I have absolutely no problem, because to discuss all of them here may deprive us of the next few slides. So it will be more practical, unless you have a doubt about some particular sentence which will benefit others also. I think what I will do is I'll try not to use the napunsakling, because the prathama and dvitiya vibhakti are the same. So I will try and use the striling and the pulling, so that I can understand better. Yes. do that. It's very important. That is why I think I had mentioned all genders and something like that. Yes. Graha karyam. Mm-hmm. All genders, yeah, in each gender. So, assuming that everybody has understood how to make the sentences, we will go to the Sambhashana, and I would request everybody to try making sentences and send them, because next we are going to do Tritiya Vibhaktihi, and it will be easier if you make sentences. Number 3 you have written Abhyasartham Adho Dattanam. What is Adho Dattanam? Adho Dattanam is given under, below, given below. Okay, Adho Dattanam. Okay. Yeah. Okay. So actually what I expected, I deliberately did not put the English thing, because somewhere we have to, we have to kind of start understanding. Because I thought maybe, I thought maybe all will go to the earlier Grahakaryam documents and check what it means, because I have used all this before. Yes, no, it's good. I think we'll try to understand now. Yeah, okay. So actually, even though everybody has not done the homework, I will go through the entire table. I'll go around the table so that everybody revises. Okay? So, dhanyavadah bhagini. Dhanyavadah. Astu chat madhye. Oh, lovely. Kavita bhagini. Yeah. Now, Kavita bhagini, vadat bhagini. Let's see if I can hear you now. किञ्चित् उच्चैः वदतु. स्पीक् अ लिटल् लौड्लि भगिनि. आर् यु एबल् टु हियर् नौ प्लीस्? यस् ऐ एम् एबल् टु हियर्. वदतु. मेम्, ऐ मेड् अ फ्यू सेण्टेन्सेस् आफ् पुल्लिङ्ग् शब्दः, स्त्रीलिङ्ग् शब्दः, नपुंसकलिङ्ग् शब्दः. पठतु. दिस् पुल्लिङ्ग् शब्दः ऐ मेड् रामः फलं खादति. उत्तमम्. Rama is, since he is the subject, to Prathama Vibhakti. Prathama Vibhakti. Prathama Vibhakti. Phalam being the Dvitiya Vibhakti. Phalam. Dvitiya Vibhakti. And Khadati is which Purusha? Khadati. Prathama Purusha. Prathama Purusha. Uttamam. Agre? Correct. Agre. Nice. स्त्रीलिङ्ग लताः पुस्तकं पठति. लताः नैव, लताः मेनि लताः. ओके, चिन्ता मास्तु. बट् देन् यु कान् से पठन्ति देन्. ओके, देन् यु टु से पठन्ति. सो लता पुस्तकं पठति. यस्, लता पुस्तकं पठति. एण्ड् पुस्तकम् इस् इन् विच् विभक्ति भगिनि? द्वितीया विभक्ति मेडम्. उत्तमं. भगिनी वदतु, मेडम् मास्तु. सारी, नपुंसक वृक्षः अस्ति, काकः वृक्षं तिष्ठति. या, सो अधितिष्ठति, इफ् यु से, यु केन् से वृक्षम् अधितिष्ठति इफ् यु से. बट् इफ् यु से ओन्ली तिष्ठं, यु हेव् टु से वृक्षे. सो बिकास् आन् द ट्री. Okay, so if you say adhitishrati, then no problem, because adhitishrati means resides, lives. Okay, and with adhitishrati you use dvitiya vibhakti, but with only tishrati is on the tree or stands on the tree, you have to use seventh vibhakti. So here you use adhitishrati, then you can use dvitiya vibhakti, because we have covered only the prathama and the dvitiya vibhakti. Astu. Agre. Only two, three sentences, ma'am. Okay, no problem. So, what is the main thing that everybody has to understand is that you have to find out the word, how it ends. Depending on how it ends, you find out the lingam. You find out the base word, for example, as Suchi and Nadi. You go to Nadi, you see the forms of Nadi, and you make forms of Suchi. Then you find out whether it is an object or it is a subject, and accordingly use it. And then you see the verb, and you see which Purushaha, and use it accordingly. Astu. Dhanyavadaha. Tari. Chintamastu. Dhanyavadaha. Agre. Idanim. Abhishek Mahode. Agachatu. आं भगिनि. तर्हि अत्र कम्प् अस्ति, कम्प् आत्मनेपदी. रूपाणि वदतु. कम्पते, कम्पेते, कम्पन्ते, कम्पसे, कम्पेथे, कम्पद्वे, कम्पे, कम्पावहे, कम्पामहे. उत्तमं, धन्यवादः. अपि च चरति अस्ति अत्र, चरति वदतु. चरति परस्मैपदी. चरति, चरतः, चरन्ति, चरसि, चरतः, चरथ, चरामि, चरावः, चरामः. उत्तमं, धन्यवादः महोदय. अग्रे कविता भगिनी, कविता भगिनी, नमस्ते. कविता भगिनी, तत्र किं, तत्र हा भाष् इति अस्ति धातु, आत्मनेपदी अस्ति. रूपाणि वदतु. भाषते, भाषेते, भाषन्ते. हा वदतु भगिनी, वदतु, श्रूयते. भाषते, भाषते, तत्र भाषते नैव, भाषते. कम्प् इस् कम्पते, सो भाष् इस् भाषते. भाषते, भाषेते, भाषन्ते, भाषेसे, भाषन्ते, भाषसे, भाषसे, भाषसे, भाषेथे, भाषद्वे, भाषे, भाषावहे, भाषामहे. तत्र क्रीड् अस्ति, क्रीड् तस्य रूपाणि वदतु. परस्मैपदी. क्रीडति, क्रीडतः, क्रीडन्ति. क्रीडति, क्रीडतः, क्रीडत्, क्रीडा, क्रीडथ, क्रीडत् नैव, क्रीडथ, क्रीडथ, क्रीड, क्रीडामि, क्रीडावः, क्रीडामः. उत्तमं, धन्यवादः भगिनि. मीनू भगिनी, मीनू भगिनी, हा आं भगिनी, हा सेव्, सेव् वदतु. सेव्, हा सेव् आत्मनेपदे, आत्मनेपदे. सेवति, सेवति नास्ति, आत्मनेपदे ते किल, ते, सेवते, सेवेते, सेवन्ते, सेवसे, सेवेथे, सेवध्वे, सेवे, सेवावहे, सेवामहे. उत्तमं. वद् वद् वदतु, वद् परस्मैपदी. वदते, परस्मैपदी, परस्मैपदी, परस्मैपदी, ओके. वदति, वदतः, वदतः, वदन्ति, वदसि, वदथः, वदथत्, वदथ, वदथ, वदामि, वदावः, वदामः. उत्तमं, धन्यवादः भगिनी. दिस् इस् जस्ट् फार् रिविजन्. राजु महोदय, राजु महोदय अस्ति किं, वक्तुमिच्छति? आं भगिनी. कम्प् एव वदतु. I did not do this actually. No problem, no problem, Mahoday. No problem. This is just for revision. That is why I know that time is an issue and not everybody can do it. But I want everybody to revise over here itself then in that case. So come, if you can tell the form. Kampate, kampete, kampante. Correct. But that's all I have. Okay, I will I have put it over here. I think I must have one minute and help you with it. No, I think on this I have not put it. So I'll say it once and then you can repeat it. Okay, so okay. Or we'll make someone else tell it and then you can repeat it later on, okay? Vijay Mahoday? Vijay Mahoday? आं भगिनि नमस्कारः महोदय. एकस्य शब्दस्य रूपाणि वदतु. कम्पेते कम्पते कम्पते कम्पेते कम्पन्ते. अग्रे मध्यमपुरुष कम्पसे कम्पेथे कम्पद्वे. कम्पसे कम्पे थे कम्पद्वे. हाँ लास्ट उत्तमपुरुष कम्पे कम्प कम्पे कम्पे कम्पावहे कम्पावहे कम्पामहे. उत्तम. राजमहोदय वदतु. कम्पते कम्पेते कम्पन्ते. कम्पसे कम्पेथे कम्पन्थे. कम्पद्वे कम्पद्वे. उत्तमपुरुष कम्पे कम्पावहे कम्पामहे कम्पामहे. इदानीं क्रीड् वदतु. क्रीड् परस्मैपदी परस्मैपदी क्रीड् I will remedy this. I think I have here it's there for parasmay padi. Kridati kridatah kridanti kridasi kridatah kridatah क्रीडामि क्रीडावः क्रीडामः. उत्तमं. सो दिस् एक्चुलि वी आल् आफ् अस् न्यू आल् दिस् बिफोर् बट् इट्स् मेनि डेस् नौ. सो या इट् इस् क्वैट् अ फ्यू डेस् एण्ड् इट् इस् अ वोलटैल् सब्जेक्ट्. इट् इस् ऐ हेव् एक्स्पीरियन्स् देट् मै सेल्फ़. अस्तु महोदय, धन्यवादः. विशालाक्षी भगिनी. धन्यवादः विशालाक्षी. आं भगिनि. आं भगिनि. अस्तु भगिनि, भाष् अस्ति किल, भाष् किं तत् आत्मनेपदी भाषते भाषेते भाषन्ते भाषसे भाषेथे भाषध्वे भाषे भाषावहे भाषामहे. चर् करोतु भगिनि. चर् परस्मैपदी परस्मैपदी. चरति चरतः चरन्ति चरसि चरतः चरथ चरामि चरावः चरामः. उत्तमं, धन्यवादः भगिनि. अग्रे धन्यवादः. यशस्विनी भगिनि. विच् वन् कम्प् यूस् कम्प् ओन्ली. कम्पते कम्पेते कम्पन्ते कम्पसे कम्पेथे कम्पन् कम्पध्वे कम्पे कम्पावहे कम्पामहे. अग्रे क्रीड् क्रीडति क्रीडतः क्रीडन्ति क्रीडसि क्रीडतः क्रीडथ क्रीडामि क्रीडावः क्रीडामः. If it is now, supposing it is you all play, then which is the verb will you use, Bhagini? You all play, then I'll use the Bahuvachan. Bahuvachan. Of which Dhruva Purusha? Of the Madhyama Purusha. Ashtuttama. So everybody, I am assuming that everybody knows that. Ashtu. I have this Sambhashanam. We'll just read that Sambhashanam. We'll do a little Sambhashanam and then we will... धन्यवादः भगिनी. नीता भगिनी तु वक्तुं न शक्नोति, तर्हि इदानीं किञ्चित् सम्भाषणम्. अभिषेक् महोदय. अभिषेक् महोदय आगच्छतु. अस्ति किं महोदय? अभिषेक् महोदय अस्ति वा? अभिषेक् महोदय नास्ति किम्? हरि ओम् अभिषेक् महोदय. अस्तु, चिन्ता मास्तु. कविता भगिनी नमस्ते. पठतु भगिनि. अद्यः नास्ति, अद्य अद्य अद्य अद्य प्रातराशः कः? वाट् इस् फार् ब्रेक्फास्ट् टुडे? अद्य पाको नाम पाकः. अद्यतनपाकः बहु सम्यक् अस्ति. टुडे कुकिङ्ग् इस् रियलि गुड्. अद्य पाको नाम पाकः. पाको नाम देट् मीन्स् रियलि गुड् फुड् ग्राण्ड्. अस्तु अग्रे. किं किमर्थम् अद्य रुचिरेव नास्ति? वै आर् द डिशेस् नाट् टेस्टि टुडे? रुचिकरं नास्ति वा? आरण्ट् दे रियलि टेस्टि? तव तवनम् एवं लवणम् एव नास्ति. नो साल्ट् एट् आल्. धन्यवादः. धन्यवादः. अभिषेक् महोदय इदानीं वक्तुं शक्नोति? हा पठतु महोदय. व्यञ्जने लवणं न्यूनम् अस्ति, अन्नं बहु उष्णम्. सोवय अस्ति इस् अण्डर्स्टुड्. ओके. अध्याहारः इट् इस् काल्ड्. जस्ट् फार् इन्फर्मेशन् अध्याहारः इट् इस् देर्. अन्नं बहु उष्णम् अस्ति. अन्नं बहु उष्णम्. आं भगिनि. सो व्यञ्जने लवणं न्यूनम्. आल्सो यु केन् सी. अग्रे पठतु महोदय. तद् किञ्चित् परिवेशयतु. पेषयतु. परिवेशयतु. तत् किञ्चित् परिवेशयतु. रीड् द इङ्ग्लिश् आल्सो महोदय. वेषयतु. तत् किञ्चित् परिवेशयतु. सर्व् देट् डिश् अ बिट् मोर्. सर्व् देट् अ बिट् मोर्. कृपया जलं पूरयतु. फिल् दि वाटर् प्लीज़. कृपया एकं चषकं जलम् आनयतु. गेट् मी अ ग्लास् आफ़् वाटर् प्लीज़. और् प्लीज़् गेट् मी अ ग्लास् आफ़् वाटर्. किञ्चित् व्यञ्जनं परिवेशयतु. परिवेशयतु. परिवेशयतु. किञ्चित् व्यजनं व्यञ्जनं. किञ्चित् व्यञ्जनं परिवेशयतु. सर्व् मी सम् करि. या, वाट् वुड् व्यजनं मीन्? व्यजनं. व्यजनं इस् फ्यान्. फ्यान्. सो वेरि इम्पोर्टेण्ट्. या, धन्यवादः. धन्यवादः. अग्रे मीनू भगिनी. आं भगिनि पठतु भगिनि. अन्नं रैस्. वट् इस् दिस्? क्वथितं साम्बार्. तक्रं बटर् मिल्क्. व्यञ्जनं करी. सारं सूप्. उपदंशम् अवलेहम्. अवलेहः. इट् इस् उपदंशम् और् उपदंशम्? उपदंशम्. अवलेह. अवलेहः. पिकल्. तैलम् आयिल्. उपसेचनं चट्नि. लवणं साल्ट्. घृतं घी. पर्पटं पपडं. दीस् एस्पेशलि फार् इण्डियन्स् दे मस्ट् हव् टु पाइण्ट् द वर्ड्स्. घी एण्ड् पापडम्. ऐ डोण्ट् नो. अस्तु धन्यवादः भगिनि. धन्यवादः. अग्रे राजु महोदय. राजु महोदय अस्ति किम्? आं भगिनि. ऐ हव् डिफिकल्टि वित् मै म्यूट् बटन्. सोरि. नो प्राब्लम्. किं न रोचते वा? डोण्ट् यु लैक् दम्? लवणं किञ्चित् अधिकम्, अ बिट् टु मच् साल्ट् इन् इट्. किम् अम्ब? प्रतिदिनं सारम् एव. Dear, why only soup and rasam every day? Okay, I'm sorry that dear should not be the dear. Dear mother it should be, because Amba is the Sambodhanam for Amba. Okay. Agree. Adya api sarah eva. Sarah naiva saram kshamyatam. Saram. किम् अम्ब? कियत् परिवेशयितवती? परिवेशितवती. कियत् अस्ति तत्? हौ मच् इस् दट् अम्ब? धन्यवादः. किञ्चित् धन्यवादः. धन्यवादः. तत्र विजय महोदय. नमस्ते भगिनि. नमस्ते, पठतु महोदय. अम्ब किञ्चित् उपदंशं परिवेशयतु. उपदंशम्? उपदंशं परिवेशयतु. ममी शो मी मोर् पिकल् प्लीज्. अम्ब अद्य कदा वा भोजनं? मम्मी वट् टैम् आर् यु गोयिङ्ग् टु सर्व् लञ्च् और् डिनर् टुडे? सावधानेन परिवेशयतु. सर्व् स्लोलि प्लीस्. अद्य पूरिभोजनं. टुडे वि हेव् अ ग्राण्ड् मील्. अधिकजलं मा पिबतु. शीतं भवति. अधिकं जलं मा पिबतु. शीतं भवति. शीतं भवति. धन्यवादः. विशाल भगिनी. अनेन व्यञ्जनं करणीयम् आसीत्. यु शुड् हव् कुक् करी वित् दिस् वेजिटेबल्. सो रिमेम्बर् दिस् अनेन. अनेन तृतीया विभक्ति. अस्तु, अग्रे. तेमनं न परिवेशितवती एव. यु हेव् नाट् सर्व्ड् वेट् करी कढी एट् आल्. पुनः एकवारं पायसं परिवेशयतु. मे ऐ हेव् अ सेकेण्ड् हेल्पिङ्ग् वित् पायसं? देट् इस् वन् वे आफ़् सेयिङ्ग् इट्, बट् द लिटरल् मीनिङ्ग् परिवेशयतु इस् टु सर्व्. पुनः एकवारं पायसं परिवेशयतु. प्लीस् सर्व् मी द पायसम् अगेन्. करेक्ट्. उत्तिष्ठतु. भोजनं कुर्मः. गेट् रेडि प्लीस्. कुर्मः. गेट् रेडि प्लीस्. लेट् अस् हेव् मील्स्. इदमिदानीं भोजनं समाप्तम्. ऐ हेव् जस्ट् हेड् मील्स्. थेङ्क् यु. इदम् इदानीम् ओके. भोजनं समाप्तं. धन्यवादः. धन्यवादः. यशस्विनी भगिनी. अहं रोटिकां न खादामि. ऐ डू नाट् ईट् चपातीस्. रोटिका अस्ति चेत् समीचीनम् अभविष्यत्. इट् वुड् हेव् बीन् वण्डर्फुल् हेड् दे बीन् चपातीस्. भगिनी, जस्ट् अ मिनिट्, एक्स्क्यूस् मी. Kshamyatam. Now see, I am specifically, because these two sentences are together, roti kam in the earlier sentence, what is the vibhakti there? Roti kam will be the dvitiya vibhakti. And roti ka is the prathama. Prathama. So here it is the subject and there it is the object. There is the object. Agree. Kim kim bho bhoha bhojanam eva na karoti bhoho kim bhoho bhojanam eva na karoti anne केवलं पाषाणाः अन्नम् अन्ने केवलं पाषाणाः अ लाट् आफ् स्टोन्स् इन् द रैस् देर् आर् लाट् आफ् स्टोन्स् इन् द रैस् देर् आर् इस् अण्डर्स्टुड् अस्तु धन्यवादः सर्वे उक्तवन्तः इति अहं मन्ये ऐ थिङ्क् एव्रिबडि हेज् स्पोकन् रैट् एव्रिबडि हेज् रेड् अस्तु तर्हि भगिनी भवती एव शान्ति मन्त्रं वदतु यशस्विनी भगिनी ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग भागभे भाग भागभे भागभे ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः अनेके धन्यवादाः सर्वेभ्यः पुनर्मिलामः धन्यवादाः भगिनी धन्यवादाः